पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 43। शेष उवाच, हनुमान्वीरसिंहं तु समागत्या ब्रवीद्वजः, तिष्ठयासि कुतो वीर, जेष्यामि त्वां क्षणादिह। एवमुक्तं समाकर्ण्यप्लवगस्य वचो महद, कोपपूरपरिप्लुष्टः कार्मुकं जलदस्वनं विनद्य घोरान्निषिदान् बाणान्मुञ्जन् बभौरणे। आषाढे जलदस्येव धारासारे मनोहरः, तान् दृष्ट्वा निषिदान् बाणान् स्वदेहे सुविलग्नगान् चुकोपहृदयेत्यदं हनुमानं जनीसुदः। मुष्ठिना ताडयामास हृदये वज्रसारिणा, समुष्ठिना हदो वीरपपादधरणीतले। मूर्च्छितं तं समालोक्य पितृव्यं स शुभाङ्गदः, रुक्माङ्गदोऽपि सम्मूर्च्छां त्यक्त्वा गाद्रणमण्डलं बाणान् समभिवर्षं तौ मेघाविव महास्वनौ, कुर्वं तौ कदनं घोरं प्लवङ्गं प्रतिजग्मुदुः। तौ दृष्ट्वा समरे वीरौ समायातौ कपीश्वरः, लाङ्गूलेन च संवेष्ट्य सरधौ चापधारकौ। स्फोटयामास भूदेशे तत्क्षणान् मूर्च्छिताुभौ, निश्चेष्टौ समभूतां तौ रुधिरारक्तदेहकौ। बलमित्रश्चिरं युद्धं विधाय सुमदेन हि मूर्च्छामप्रापयत्तं वै बाणैः सुचिदपर्वभिः। पुष्कलेन क्षणान्निदो मूर्च्छां चैतन्यवर्जिताम्, जयमाप्तं तु कटकं शत्रुघ्नस्य भटार्दनं। यदस्मिन् समये साम्बस्यन्दनं वरमास्थितः, विस्फारयन् धनुर्दिव्यमुपा धावत्फडानिमान्, जडा जूडान्तरगदां चन्द्ररेखां वहन्महान्, सर्पाभूषां मनस्पर्शां दधदा जगवं धनुः। मूर्च्छितान् स्वजनान् दृष्ट्वा भक्तार्तिघ्नो महेश्वरः, योद्धुं प्रायान्महासैन्यैः शत्रुघ्नस्य भटानिमान्, सगणः सपरीवारकम्पयन् पृथिवीतलम्। भक्तरक्षार्थमागच्छं स्त्रिपुरं तु पुरा यथा, कोपाच्छोणतरे नेत्रे वहन् प्रलयकारकः, पश्यन्वीरान् बहुमतीन् पिनाकी देववन्दितः। तमागतं महेशानं वीक्ष्य रामानुजो बली, जगाम समरे योद्धुं सर्वदेव शिरोमणिम्। अधागतं तु शत्रुघ्नं रुद्रो वीक्ष्य पिनाकधृक उवाच, परमापन्नकोपं सगुणचापधृक, पुष्कलेन महत्कर्म कृतं रामाङ्घ्रिसेविना, मद्भक्तं यो रणे हत्वा गदः समरमण्डलम्। अद्य क्वास्ति परो वीरपुष्कलः परमास्त्रविद, तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम्। शेष उवाच, युत्युक्त्वा वीरभद्रं स प्रेषयामास पुष्कलं याहि त्वं समरे योद्धुं पुष्कलं सेवकार्दनं नं दिनं प्रेषयामास हनुमन्तं महाबलं कुशध्वजं प्रचण्डं तु भृङ्गिणं च सुबाहुकं सुमदं चण्डनामानं गणं स्वीयं समादिशद पुष्कलस्तु समायान्दं वीरभद्रं महागणम् महारुद्रस्य संवीक्ष्य योद्धुं प्रायान्महामनाः पुष्कलपञ्चभिर्बाणैस्ताडयामास संयुगे तैर्बाणैः क्षदगात्रस्तु त्रिशूलं स समादिशद सत्रिशूलं क्षणाच्छित्त्वा व्यगर्जत महाबलः चिह्नं स्वीयं त्रिशूलं वैवीक्ष्य रुद्रानुगो बली खड्वाङ्गेन जखनाशुमस्तके भारतिं द्विज खड्वाङ्गाभिहदशोध मुमूर्च्छक्षणमुद्भटः विहाय मूर्च्छां सद्वीरः पुष्कलः परमास्त्रविद शरैश्चिच्छेदखड्वाङ्गं करस्थं तस्य तत्क्षणाद वीरभद्रस्वकेच्छिन्ने खड्वाङ्गे करसंस्थिते परमक्रोधमापन्नो बभं च रथिनो रथं भं त्वा रथं तु वीरस्य पदातिं च विधाय सः बाहुयुद्धेन युयुधे पुष्कलेन महात्मना स पुष्कलो रथं त्यक्त्वा चूर्णितं तेन वेगदः मुष्टिना ताडयामास वीरभद्रं महाबलः अन्योन्यमुष्टिभिर्घ्नन्दा ऊरुभिर्जानुभिस्तथा परस्परवधोद्युक्तौ परस्परजयैषिणौ एवं चतुर्दिनमभूद्रात्रिं दिवमपीशयोः न कोऽपि तत्र हीयेत न जीयेत महाबलः पञ्चमे तु दिने वृत्ते वीरभद्रो महाबलः गृहीत्वा नभ उड्डिनो महावीरं तु पुष्कलं तत्र युद्धं तयोरासीद्देवासुरविमोहनं मुष्टिना चरणाकादैः बाहुभिः सुखुरैर्महद तदात्यन्तं प्रकुपितः पुष्कलो वीरभद्रकं गृहीत्वा खण्डदेशे तु ताडयामास भूतले तत्प्रहारेण व्यधिदो वीरभद्रो महाबलः गृहीत्वा पुष्कलं पादे जखानास्फालयन्मुहुः ताडयित्वा महीदेशे पुष्कलं सुमहाबलः त्रिशूलेन चकर्ताशु शिरोज्ज्वलितकुण्डलं जगर्ज पुष्कलं हत्वा वीरभद्रो महाबलः गर्जदा तेन शार्वेण प्रापितास्त्रा समुद्भटाः हाहाकारो महानासीत् पुष्कले पतिते रणे त्रासं प्रापुर्जना सर्वे रणमध्ये सुकोविदाः ते शशंशुश्च शत्रुघ्नं पुष्कलं पतितं रणे निहतं वीरभद्रेण महेश्वरगणेन वै इत्याश्रुत्य महावीरपुष्कलस्य वधं तदा दुःखं प्राप्तो रणेत्यदं कम्पमानशुचामहान् तं दुःखितं च शत्रुघ्नं ज्ञात्वा रुद्रोऽब्रवीद्वजः शत्रुघ्नं समरे वीरं शोचन्दं पुष्कले हते हे शत्रुघ्नरणे शोकं मा कृथा सुमहाबल वीराणां रणमध्ये तु पादनं कीर्तये स्मृतं धन्यो वीरपुष्कलाख्यो यश्च वै दिनपञ्चकम् युयुधे वीरभद्रेण महाप्रलयकारिणा येन क्षणाद्विनिहदो दक्षो मदपमानकृत क्षणाद्विनिहदा येन दैत्यास्त्रिपुरसैनिकाः तस्माद्युत्स्वराजेन्द्रशोकं त्यक्त्वा महाबल यत्नात्तिष्ठाद्य वीराग्र्यमयि योद्धरि संस्थिते शोकं संत्यज्य शत्रुघ्नो वीरश्चुक्रोधशङ्करम् आत्तसज्जधनुर्बाणैः प्रचच्छादमहेश्वरं ते बाणाः सुरशीर्ष्णस्य वपुषं क्षदवीक्षदम् अकुर्वदमहच्चित्रं भक्तरक्षार्थमागमद ते बाणाशङ्करस्यापि बाणा नभसि संस्थिताः व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि तद्बाणयोर्युद्धबलं वीक्ष्य सर्वत्र मेनिरे प्रलयं लोकसंहारकारकं सर्वमोहकम् आकाशे तु विमानानि संश्रित्य स्वपुरस्थिताः विलोकयितुमागत्य प्रशंसन्ति तयोर्भृशम् अयं लोकत्रयस्यास्य प्रलयोत्पत्तिकारकः असावपि महाराज रामचन्द्रस्य चानुजः किमिदं भविता को वा जेष्यति क्षितिमण्डले पराजयं वा को वीर प्राप्स्यते रणमूर्धनि एवमेकादशाहानि वृत्तं युद्धं परस्परम् द्वादशे दिवसे प्राप्ते मुमोच्चास्त्रं नराधिप ब्रह्मसंज्ञं महादेवं हन्तुं क्रोधसमन्वितः सविज्ञाय महास्त्रं तन्मुक्तं शत्रुघ्नवैरिणा असन्नप्यभिबत्तेन मुक्तं ब्रह्मशिरोमहद अत्यन्तं विस्मयं प्राप्य किं कर्तव्यमधः परम् एवं विचारयुक्तस्य हृदये ज्वलनोपमं शरं वै निचखानाशु देवदेव शिरोमणिः तेन बाणेन शत्रुघ्नो मूर्छितो रणमण्डले आहा भूतमभूत् सर्वं कटकं भटसेवितं वीरा सर्वे रुद्रगणैः पादिताः पृथिवीतले सुबाहु सुमदोन्मुख्याः स्वबाहुर्बलदर्पिताः पतितमूर्च्छया वीक्ष्य शत्रुघ्नं शरपीडितम् पुष्कलं तु रथे स्थाप्य सेवकैः परिरक्षितुं हनूमानागतो योद्धुं शिवं संहारकारकं श्रीरामस्मरणं योधान् स्वीयान्विप्रहर्षितान् प्रकुर्वन्रोषितस्तीव्रं लाङ्गूलं च प्रकम्पयन् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलशत्रुघ्नपराजयो नाम त्रिचत्वारिंशत्तमोऽध्यायः ॐ